पद्मपुराणं खण्डं 1 सृष्टिखण्डम् अध्यायं 25 भीष्म उवाच उपवासेष्वशक्तस्य तदेव फलमिच्छतः अनभ्यासेन रोगाद्वा किमिष्टं व्रतमुच्यताम् पुलस्त्य उवाच उपवासेष्वशक्तानां नक्तं भोजनमिष्यते यस्मिन् व्रते तदप्यत्र श्रूयतां वै व्रतं महद आदित्यशयनं नाम यथावच्चङ्करार्चनं येषु नक्षत्रयोगेषु पुराणज्ञाः प्रचक्षते यदा हस्तेन सप्तम्यामादित्यस्य दिनं भवेद् सूर्यस्य चापि सङ्क्रान्तिस्थितिः सा सार्वकामिकी उमामहेश्वरस्यार्चामर्चयेत् सूर्यनामभिः सूर्यार्चां शिवलिङ्गं च उभयं पूजयेद्यदः उमापदेरवेश्चापि न भेदः क्वचिदिष्यते यस्मात्तस्मान्नृपश्रेष्ठ गृहे भानुं समर्चयेद् हस्तेन सूर्याय नमोस्तु पादावर्काय चित्रासुज गुल्फदेशं स्वादिषु जङ्घे पुरुषोत्तमाय धात्रे विशाखासु च जानुदेशम् तथानुराधासु नमोऽभिपूज्यमुरुद्वयं चैव सहस्रभानोः ज्येष्ठास्वनङ्गाय नमोऽस्तु गुह्यमिन्द्राय भीमाय कडिं च मूले पूर्वोत्तराषाढयुगे च नाभिं त्वष्ट्रे नमः सप्त तुरङ्गमाय तीक्ष्णां सवे श्रवणे चादकुक्षिं पृष्ठं धनिष्ठासु विकर्तनाय वक्षस्थलं द्वान्दविनाशनाय जलाधिपर्क्षे प्रतिपूजनीयं पूर्वोत्तराभाद्रपदद्वये च बाहूत्तमश्चण्डकराय पूज्यौ साम्नामधीशाय करद्वयं च सम्पूजनीयं नृपरेवतीषु नखानि पूज्यानि तथाश्विनीषु नमोऽस्तु सप्ताश्व दुरन्तराय कण्ठोरधाम्ने भरणेषु कण्ठं दिवाकरायेत्यभिपूजनीयं ग्रीवाग्निपर्क्षे धरसम्पुटेतु सम्पूजयेद्भारदरोहिणीषु मृगेऽर्चनीया रसना पुरारे रौद्रे दु दन्दाहरये नमस्ते नमः सवित्रे इति शङ्करस्य नासाभिपूज्या च पुनर्वसौ च ललाडमम्भोरुहवल्लभाय पुष्येलकान्वेदशरीरधारिणे सार्पेदमौलिविबुधप्रियाय मखासु कर्णाविधि पूजनीयौ पूर्वासु गोब्राह्मणनन्दनाय नेत्राणि सम्पूज्यतमानि शम्भोः अधोत्तरा फाल्गुनि भेभ्रुवौ च विश्वेश्वरायेति च पूजनीये नमोस्तु पाशाङ्कुशपद्मशूलकपालसर्पेन्दुधनुर्धराय गयासुरानङ्गपुरान्धकादिविनाशमूलाय नमः शिवाय इत्यादिकाङ्गानि जपूजयित्वा विश्वेश्वरायेदि शिरोभिपूज्यम् अत्रापि भोक्तव्यमतैलमन्नमांसमक्षारमभुक्तशेषम् इत्येवं नृपनक्तानि कृत्वा दद्यात् पुनर्वसौ शालेयतण्डुलप्रस्थमौदुम्बरमधो घृतं संस्थाप्य पात्रे विप्राय स हिरण्यं निवेदयेद् सप्तमे वस्त्रयुग्मं तु पारणे त्वधिकं भवेद् चतुर्दशे तु सम्प्राप्ते पारणे भारतादिगे ब्राह्मणं भोजयेद्भक्त्या गुडक्षीरकृदादिभिः कृत्वा च काञ्चनं पद्ममष्टपत्रं सकर्णिकं शुद्धमष्टाङ्गुलं तच्च पद्मरागदलान्वितं शय्यां सुलक्षणां कृत्वा विरुद्धग्रन्थिवर्जितं सोपधानवितानां च स्वास्तरावरणाश्रयाम् पादुकोपानहच्छत्र चामरासनदर्पणैः भूपणैरपि संयुक्तां फलवस्त्रानुलेपनैः तस्यां विधाय तत्पद्ममलङ्कृत्य गुणान्वितां कपिलां वस्त्रसंयुक्तामधिशीलां पयस्विनीम् रौप्यखुरां हेमशृङ्गीं सवत्सां कांस्यदोहनां दध्यान्मन्त्रेण तां धेनुं पूर्वाह्णं नातिलङ्घयेद् यथैवादित्य शयनमशून्यं तव सर्वदा कान्त्या धृत्या श्रिया पुष्ट्या तथा मे सन्तु वृद्धयः यथा न देवाश्रेयासं त्वदन्यमनखं विदुः तथा मामुद्धराशेष दुःखसंसारसागराद तद प्रदक्षिणीकृत्य प्रणम्य ज विसर्जयेद शय्यां गवादि तत्सर्वं द्विजस्य भवनं नयेद नैदद्विशीलायन दाम्भिकाय प्रकाशनीयं व्रतमिन्दुमौलेः गोविप्रदेवर्षि विकर्मयोगिनां यश्चापि निन्दामधिकां विधत्ते भक्ताय दान्ताय च गुह्यमेददाख्येयमानन्दकरं शिवं च इदं महापादकिनां नराणाम् अखक्षयं वेदविदो वदन्ति न बन्धुपुत्रैर्न धनैर्वियुक्तपत्नीभिरानन्दकरसुराणां नाभ्यधिरोकं न च दुःखमोहं या चापि नारी कुरुतेऽथभक्रिया इदं वसिष्ठेन पुरार्जुनेन कृतं कुबेरेण पुरन्दरेण यत्कीर्तनादप्यखिलानि नाशमायान्ति पापानि न संशयोऽत्र इति पठति शृणोति वा य इद्धं रविशयनं पुरुहूतवल्लभस्याद् अपि नरकगतान् पितृनशेषानपि दिवमानयतीह यः करोति अश्वत्थं च वडं चैवोदुम्बरं वृक्षमेव च नन्दीशं जम्बुवृक्षं च बिल्वं प्राहुर्महर्षयः मार्गशीर्षादिमासाभ्यां द्वाभ्यां द्वाभ्यामधक्रमाद एकैकं दन्तधवनं वृक्षेष्वेदेषु कारयेद् ददा समाप्ते दध्यन्नं विधानध्वज चामरं द्विजानामुदकुम्भाश्च पञ्चरत्नसमन्वितान् न वित्तशाढ्यं कुर्वीद कुर्वन् दोषानवाप्नुयाद इति श्रीपद्मपुराणे प्रथमे सृष्टिखण्डे आदित्यशयनव्रतं नाम पञ्चविंशोऽध्यायः ॐ